ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहम् माम् जुहोमि स्वाहा योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहम् माम् जुहोमि स्वाहा योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहम् ब्रह्माहमस्मि अहमस्मि ब्रह्मा